पद्मपुराणं खण्डं टु भूमिखण्डम् अध्यायं 61 वेन उवाच भार्यातीर्थं समाख्यातं सर्वतीर्थोत्तमोत्तमं पितृतीर्थं समाख्याहि पुत्राणां तारणं परं विष्णुरुवाच कुरुक्षेत्रे महाक्षेत्रे कुण्डलो नाम ब्राह्मणः सुकर्मा नाम सत्पुत्रः कुण्डलस्य महात्मनः गुरू तस्य महावृद्धौ धर्मज्ञौ शास्त्रकोविदौ द्वावेदौ दुमहात्मानौ जरया परिपीडितौ तयो शुश्रूषणं चक्रे भक्त्या च परया ततः धर्मज्ञो भावसंयुक्तो अहर्निशमनारतम् तस्माद्वेदानधीते स पितुःशास्त्राण्यनेकशः सर्वाचारपरो दक्षो धर्मज्ञो ज्ञानवत्सलः अङ्गसंवाहनं चक्रे गुर्वोश्च स्वयमेव सः पादप्रक्षालनं चैव स्नानभोजनकीं क्रियाम् भक्त्या चैव स्वभावेन तद्ध्याने तन्मयो भवेद् मातापित्रोश्च राजेन्द्र उपचर्यां प्रकारयेत् सुत उवाच तद्वर्तमानकाले तु बभूव नृपसत्तम पिप्पलो नाम वै विप्र कश्यपस्य महात्मनः तपस्तेपे निराहारो जिदात्मा जिदमत्सरः दया दानदमोपेधकामं क्रोधं विजित्य सः दशारण्यगदो धीमान् ज्ञानशान्तिपरायणः सर्वेन्द्रियाणि संयम्य तपस्तेपे महामनाः तपः प्रभावतस्तस्य जन्तवो गतविग्रहः वसन्ति सुयुगे तत्र एकोदर गदा इव तत्तपस्तस्य मुनयो दृष्ट्वा विस्मयमाययुः नेदृशं केनचित्तप्तं यथासौ तप्यदे मुनिः देवाश्च इन्द्रप्रमुखाः परं विस्मयमाययुः अहो अस्य तपस्तीव्रं शमश्चेन्द्रियसंयमः निर्विकारो निरुद्वेगकामक्रोधविवर्जितः शीतवादात्तपसहो धराधर इव स्थितः विषये विमुखो धीरो मनसोऽतीतसङ्ग्रहं न शृणोति यथा शब्दं कस्यचिद्विजसत्तमः संस्थानं तादृशं गत्वा स्थित्वा एकाग्रमानसः ब्रह्मध्यानमयो भूत्वा सानन्दमुखपङ्कजः अश्मकाष्ठमयो भूत्वा निश्चेष्टो गिरिवस्थितः स्थाणुवदृश्यते चासौ सुस्थिरो धर्मवत्सलः तपक्लिष्टशरीरोधिश्रद्धावाननसूयकः एवं वर्षसहस्रैकं सञ्जातं तस्य धीमदः पिपीलिकाभिर्बह्वीभिः कृतं मृद्भारसञ्चयं तस्योपरि महाकायं वल्मीकं निजमन्दिरं वल्मीकोदरमध्यस्थो जडीभूत इव स्थितः स एवं पिप्पलो विप्रस्तपते सुमहत्तपः कृष्णसर्पैस्तु सर्वत्र वेष्टितो द्विजसत्तमः तमुग्रतेजसं विप्रं प्रदर्शन्ति विशोल्बणाः सम्प्राप्य गात्रमर्माणि विषं तस्य न भेदयेद तेजसा तस्य विप्रस्य नागा शान्तिमधागमन् तस्य कायात् समुद्भूता अर्चिषो दीप्ततेजसः नानारूपासु बहुशो दृश्यन्ते च पृथक् पृथक् यथा वह्ने खरतरास्तथा विधा नरोत्तम यथा मेघोदरे सूर्यप्रविष्टो भादिरश्मिभिः वल्मीकस्थस्तथा विप्रः पिप्पलो भादितेजस सर्पा दशन्ति विप्रं तं सक्रोधा दशनैरपि न भिन्दन्ति च दंष्ट्राग्राच्चर्म भित्त्वा नृपोत्तम एवं वर्षसहस्रैकं तप आचरतस्ततः गतं तु राजराजेन्द्रमुनेस्तस्य महात्मनः त्रिकालं साध्यमानस्य शीतवर्षा तपान्विदः गतकालो महाराज पिप्पलस्य महात्मनः तद्वच्च वायुभक्षं तु कृतं तेन महात्मना त्रीणि वर्षसहस्राणि गतानि तस्य तप्यदः तस्य मूर्ध्नि ततो देवै पुष्पवृष्टिकृदा पुरा ब्रह्मज्ञोऽसि महाभाग धर्मज्ञोऽसि न संशयः सर्वज्ञानमयोऽसि त्वं सञ्जातस्वेन कर्मणा यं यं त्वं वाञ्छसे कामं तं तं प्राप्स्यसि नान्यथा सर्वकामप्रसिद्धस्त्वं स्वत एव भविष्यसि समाकर्ण्य महद्वाक्यं पिप्पलोऽपि महामनः प्रणम्य देवता सर्वा भक्त्या नमिदकन्धरः हर्षेण महदाविष्टो वचनं प्रत्युवाच सः इदं विश्वं जगत्सर्वं मम वश्यं यथा भवेद् तथा कुरुध्वं देवेन्द्र विद्याधरो भवाम्यहं एवमुक्त्वा स मेधावी विरराम नृपोत्तम एवमस्त्विदिते प्रोजुर्द्विजश्रेष्ठं सुरास्तदा दत्त्वा वरं महाभाग जग्मुस्तस्मै महात्मने गदेषु तेषु देवेषु पिप्पलो द्विजसत्तमः ब्रह्मण्यं साधयेन्नित्यं विश्ववश्यं प्रचिन्तयेत् तदा प्रभृति राजेन्द्र पिप्पलो द्विजसत्तमः विद्याधरपदं लब्ध्वा कामगामी महीयते एवं स पिप्पलो विप्रो विद्याधरपदं गतः संजातो देवलोकेश सर्वशास्त्रविशारदः एकतादुमहातेजा पिप्पलपर्यचिन्तयद विश्ववश्यं भवेत् सर्वं मम दत्तो वरोत्तमः तदर्थं प्रत्ययं कर्तुमुद्यतो द्विजपुङ्गवः यं यं चिन्तयदे कर्तुं तं तं हि वशमानयेद एवं सप्रत्यये जादे मनसा पर्यकल्पयद द्वितीयो नास्ति वै लोके मत्सम्मः पुरुषोत्तमः सूत उवाच एवं हि कल्पमानस्य पिप्पलस्य महात्मनः ज्ञात्वा मानसिकं भावं सारसस्तमुवाचः सरस्तीरगदो राजन् सुस्वरं व्यञ्जनान्विदं स्वनं सौष्ठवसंयुक्तमुक्तवान् पिप्पलं प्रति कस्मादुद्वहसे गर्वमेवं त्वं परात्मकं सर्ववश्यात्मिकीं सिद्धिं नाहं मन्ये तवैव हि वश्यावश्यमिदं कर्म अर्वाचीनं प्रशस्यते पराचीनं न जानासि पिप्पलत्वं हि मूढधीः वर्षाणां तु सहस्राणि यावत्त्रीणि त्वया तपः समाचीर्णं ततो गर्वं कुरुषे किं मुधा द्विज कुण्डलस्य सुतो धीरस्सु कर्मा नाम यः सुधीः वश्यावश्यं जगत्सर्वं तस्यासि शृणु साम्प्रतम् अर्वाचीनं पराचीनं स वै जानादिबुद्धिमान् लोके नास्ति महाज्ञानी तत्समशृणु पिप्पल न कुण्डलस्य पुत्रेण सदृशस्त्वं सुकर्मणा न दत्तं तेन वै दानं न ज्ञानं परिचिन्तितम् हुदयज्ञादिकं कर्म न कृतं तेन वै कदा न गतस्तीर्थयात्रायां न च वाह्नेरुपासनं स कदा कृतवान्विप्र धर्मसेवार्थमुत्तमं स्वच्छन्दचारी ज्ञानात्मा पितृमातृसुहृत्सदा वेदाध्ययनसम्पन्नः सर्वशास्त्रार्थको विदः यादृश्यं तस्य वैज्ञानं बालस्यापि सुकर्मणः तादृशं नास्ति ते ज्ञानं वृथा त्वं गर्वमुद्वहेः पिप्पल उवाच को भवान् पक्षिरूपेण मामेवम् परिकुत्सयेत् कस्मान्निन्दसि मे ज्ञानं पराचीनं दुःखीदृश्यं तन्मे विस्तरतो ब्रूहि त्वयि ज्ञानं कथं भवेद् अर्वाचीनगतिं सर्वां पराचीनस्य साम्प्रतं वद त्वमण्डजश्रेष्ठज्ञानपूर्वं सुविस्तरम् किं वा ब्रह्मा च विष्णुश्च किं वा रुद्रो भविष्यसि सारस उवाच नास्ति ते तपसो भावफलं नास्ति च तस्य तु त्वया न परितप्तस्य तपसः साम्प्रतं शृणु कुण्डलस्यापि पुत्रस्य बालस्यापि यथा गुणः तथा ते नास्ति वैज्ञानम् परिज्ञातं न तत्पदम् इदो गत्वापि पृच्छत्वं मम रूपं द्विजोत्तम स वदिष्यति धर्मात्मा सर्वं ज्ञानं तवैव हि विष्णुरुवाच एवमाकर्ण्य तत्सर्वं सारसेनप्रभाषितं निर्जगामसवेगेन दशारण्यं महाश्रमम् इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने एकषष्टितमोऽध्यायः ॐ